नमस्सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति तिङ् प्रत्ययानां स्थितिः इति विषयः अनुवर्तते. तत्र गतवर्गे लट्लकारस्य सिद्धप्रत्ययाः के, सिद्धतिङ्प्रत्ययाः के इति अस्माभिः चर्चितं. तत् पुनः एकवारं झटिति एकवारं दृष्ट्वा तत्र कानिचन सूत्राणि सन्ति, तानि अपि दृष्ट्वा अग्रे गन्तुं शक्नुमः. तर्हि इदानीं परस्मैपदीनां लट्लकारस्य तिङ्प्रत्ययसिद्ध्यर्थं वयं जानीमः मूलप्रत्ययाः सर्वत्र समानाः एव. मूलप्रत्ययाः तिप्तस्जि सिप्तस्थ मित् क्वस्मस् इति मूलप्रत्ययः. यदि तत्र मूलप्रत्ययाः मनसि भवन्ति चेत् तत्र लाभाय भवन्ति. अग्रे गत्वा अपि पुनः लोट् लङ् सर्वत्र तत्र मूलप्रत्ययाः के इति मनसि भवन्ति चेत् समीचीनं भवति. तर्हि इदानीं तत्र ततः आरभ्य एकवारं पठामः. अत्र पमेला भगिनी आरम्भं करोति वा? आं महोदय. परस्मैपदी धातूनां लट्लकारस्य तिङ् प्रत्ययस्य स्थितिः ततः आरभ्य. नविभक्तौ स्मः इत्यस्य अनन्तरं न विभक्तौ स्मः. आमां प्राप्तं क्षमतां. परस्मैपदी लट्लकारस्य तिङ् प्रत्ययसिद्धिः. मूलं तिप्तश्चि सिप्तस्थ मिप् वस्मस् तिप् हलन्त्यं तस्य लोपः इत्याभ्यां सूत्राभ्यां पकारस्य लोपः. ति इति लट् प्रत्ययः निष्पन्नः. तस् न विभक्तौ तु स्म इत्यनेन सकारलोप निषध्यते. ससोजुषोरुः इत्यनेन सः स्थाने रु. करवसानयोर्विसर्जनीयः इत्यनेन रु स्थाने विसर्गः. तस् सः लोप स लोप निषिध्यते सः स्थाने रु. तरु रुस्थाने विसर्ग तः इति लट् प्रत्ययः निष्पन्नम्. जि जि झ योग इ झोन्त जह ज स्थाने अन्त आदेशः. अन्तयोग इ अन्ति इति लट् प्रत्ययः निष्पन्न. सिप् हलन्त्यं तस्य लोप इत्याभ्यां सूत्राभ्यां पकारस्य लोप. सि इति लट् प्रत्ययः निष्पन्न. तस् न विभक्तौ तु स्मः इत्यनेन सकारलोपनिषेधः. सः स्थाने रुः, सोरि रु स्थाने विसर्गः. तस् स लोप निषिध्यते सः स्थाने रु. तरु स्थाने विसर्ग तः इति लट् प्रत्ययः निष्पन्न. त किमपि कार्यं नास्ति त इत्येव लट् प्रत्ययः निष्पन्नः. मिप् हलन्त्यं तस्य लोपः इत्यभ्यां सूत्राभ्यां पकारस्य लोप. मि इति लट् प्रत्ययः निष्पन्न. वस्मस् न विभक्तौ तु स्म इत्यनेन सकारलोप निषिध्यते स स्थाने रु स्थाने विसर्गः. वस् स लोप निषिध्यते स स्थाने रु. वरु व स्थाने विसर्ग व इति लट् प्रत्यय निष्पन्न. तथैव अपि मस् म इति तत्र मूल तिङ् प्रत्याके इति दत्तम्. अपि च तत्र किं किं कार्यं भवति लट् लकारे तिङ्प्रत्ययसिद्ध्यार्थम् इति दत्तं. प्रथमपुरुषे एकवचन तिप् इत्यस्य पकारस्य हलन्त्यम् इत्यनेन लोप भूत्वा हलन्त्यम् अपि च तस्य लोप भूत्वा ति एव अवशिष्यते. तदेव सिद्ध तिङ्प्रत्यय प्रथमपुरुष एकवचन कृते. अपि च बहुवचने सोरि द्विवचने तस् इत्यत्र हलन्त्यम् इत्यनेन कार्यं भवेत् किन्तु न विभक्तौ तु स्म इत्यनेन निषिध्यते, अतः एव केवलं तस्य अस्ति अधुना सहकारे सहस्थाने सः शुचु सजुषो रु इत्यनेन सहस्थाने रु आदेशः भवति. तदनन्तरं करवसानयो विसर्जनीय इत्यस्य इत्यनेन रुस्थाने विसर्ग आदेशः भवति. अत एव तत् त इति सिद्धतिङ्गप्रत्यय निष्पन्नं. बहुवचने जि इत्यत्र ज इत्यस्य लोप भवेत् किन्तु तत्र झोन्त इति अन्यत् सूत्रम् आगत्य कार्यं करोति, तर्हि ज स्थाने अन्त आदेशः भवति, अत एव तत्र अन्ति इति लट् प्रत्यय निष्पन्नम्. मध्यमे पुरुषे सिप् इत्यत्र पुनरेकवारं हलन्त्यम् इत्यनेन इत्संज्ञा भूत्वा लोप भवति. असि इत्येव सिद्धप्रत्ययः. तस् इत्यत्र न वक्तौ तस्म इत्यनेन बाधितं सकारस्य लोप. पुनरेकवारं सजुषोरुः अपि च करवसान्यविसर्जनीय इत्याभ्यां कार्यानन्तरं रुस्थाने विसर्ग अन्तिमं भवति, तर्हि सिद्धतिङ्गप्रत्ययः थ इति भवति. तत्र बहुवचनमध्यमपुरुषे त एव अस्ति, तत्र किमपि कार्यं नास्ति. मिप् अपि तत्र हलन्त्यं तस्य लोप भूत्वा नि एव अवशिष्यते. बस् मस् इत्यत्र अपि न विभक्तौ तस्म इत्यनेन बाधितं लोप सकारस्य. पुनर् तदेव सजुषोरुः अपि करवसानीय विसर्जनीय इत्यस्य कार्यं भूत्वा तत्र अपि विसर्गस्य आदेशः, तर्हि वः मह इति रूपं सिद्धरूपम्. बहु समीचीनं भगिनी, सम्यक्तया उक्तं, धन्यवादः. समीचीनम्. इदानीं तत्र त्रीणि सूत्राणि सन्ति खलु सम्बन्धसूत्राणि. एकमस्ति झोन्तः, अनन्तरं ससजिशोरुः, क्षम्यतां, करवसानयोर्विसर्जनीयः इति. एकक्षणम्. करवस्थानयोर्विसर्जनीयः इति सूत्रमिति त्रीणि सूत्राणि, तानि इदानीं किञ्चित् पठामः. अस्तु, तत्र प्रथमं सूत्रमस्ति ससजिशोरुः इति. तत् सूत्रम् इदानीं गोमती भगिनी पठति वा? पठामि भगिनि. नमस्ते भगिनि, विजयलक्ष्मी, सोरि. नमस्कारः. नमस्कार. उषा भगिनी नमस्ते. इदानीं पठामि भगिनि. कृपया पठतु. हा, ससजुषो रुहुः, अष्टमाध्याये द्वितीयपादे षड् षष्टितमसूत्रमस्ति. पदान्ते सकारस्य च सदुष् शब्दस्य षकारस्य च स्थाने रु आदेशो भवति. येन विधिस्तदन्तस्य इत्यनेन न केवलं यत् पदं सकारः अस्ति, अपि तु यस्य पदस्य अन्ते सकारः अस्ति. अलोन्तस्य इत्यनेन पदान्तस्य वर्णस्य स्थाने रुः आदेशः, न तु पूर्णपदस्य. सश्च सजुश्च ससजुषौ इतरेतरद्वन्द्वः तयोः ससजुषोः. ससजुषोः षष्ट्यन्तं, रुः प्रथमान्तं, द्विपदमिदं सूत्रं. पदस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं ससजुषो पदस्य रुः इति. ससजुषोः पदस्य रुः इति यदा पदस्य अन्ते सकारः भवति अथवा सजुष् इति शब्दस्य षकारः अस्ति, तथा सकारस्य स्थाने रु इति आदेशः भवति इति सूत्रं वदति. एतत् अष्टमाध्याये द्वितीयपादे अस्ति. पूर्वत्रासिद्धम् इत्यस्मिन् सूत्रस्य अधिकारे अस्ति. ससजुषोरुः केवलं वदति षकारस्य स्थाने पदस्य पदान्तस्य सकारस्य स्थाने रु आदेशो भवति. परिभाषासूत्रम् येन विधि तदन्तस्य तद् वदति. अत्र विशेषणविशेष्यम् अस्ति. यद् विशेषणविशेष्यरूपेण उक्तं कयोः विशेषणविशेष्य विधि तदन्तस्य इति न इदानीम् अत्र अस्मिन् सूत्रे कयोः विशेषणविशेष्यभावः सकारस्य शब्दस्य सकारस्य षकारस्य विशेष्यं किं विशेषणं किम् रु इति विशेषणं रु इति विशेष्यं सकारस्य आदेशः खलु रु इति आदेशः रु आदेशः अस्ति भगिनि विशेषणविशेष्यभावः कयोः सकारस्य विशेषणं षकारस्य विशेषणं तद् विशेषणमस्ति वा सकारस्य षकारस्य विशेष्यं स्थाने विशेषणम् अनुवृत्तिसहितसूत्रं पठतु एकवारम् आमां पदस्य ससजुषोः पदस्य रुः आम् तर्हि पदस्य सकारस्य पदस्य इति विशेषणं सकारस्य इति विशेष्यम् तत्र केवलं न इदानीं सकारः विशेष्यं पदम् इति विशेषणम् इति वदति चेत् तर्हि कीदृशसकारः इति पृच्छति चेत् पदान्तसकारः इति वदति वा पदान्तसकारः एव न भगिनि पदान्ते सकारः पदान्तस्य सकारः पदान्तस्य सकारः वस्तुतः पदम् इति विशेष्यं खलु कीदृशपदम् इति पृच्छामः चेत् सकारान्तं पदं सोरि भगिनि सकारान्तपदं सजुशब्दस्य षकारः अस्ति तत् पदं सजुष् इति पदं सजुष् इति पदं नो चेत् सकारान्तं पदम् सकारान्तं पदं सकारान्तम् इति विशेषणं पदम् इति विशेष्यं स अपि च पदम् अनयोः विशेषणविशेष्यभावः अस्ति स सकारः अपि च पदम् अनयोः विशेषणविशेष्यभावः सजुष् अपि च पदम् अनयोः विशेषणविशेष्यभावः अस्ति स इति पदम् इदानीं स इति पदम् इति वदामः चेत् तत्र पदे केवलं सकारः एव स्यात् खलु तदर्थमेव अत्र येन विधिस्तदन्तस्य इति परिभाषासूत्रस्य सहायेन वयं वदामः न सकारः इति पदं नास्ति परन्तु न केवलं वस्तुतः स इति पदमेव नास्ति केवलं सकारः इति स्वीकृत्य पदं नास्ति तर्हि अत्र येन विधिस्तदन्तस्य इत्यनेन तादृशपदं यस्यान्ते सकारः अस्ति तस्य ग्रहणम् इति अर्थः खलु यत् पदं सकारम् अस्ति अपि तु यस्य पदस्य अन्ते सकारः अस्ति अवगतं वा अवगतं भगिनि अवगतं स इति पदम् इति केवलं अत्र पश्यतु ससजुषोः इति तत्र वस्तुतः पदद्वयमस्ति ससजुषोः इति तत्र समासः अस्ति खलु ससजुषोः इति समासः अस्ति ससजुषोः इति विशेषणम् अस्ति पदम् इति विशेष्यम् अस्ति तर्हि कीदृशपदम् इति चेत् तत्र इदानीं पृथक् कुर्मः तत्र पदम् इत्यस्य अन्वयं स इत्यनेन सह पृथक्तया कुर्मः सजुष् इत्यनेन सह पृथक्तया कुर्मः तर्हि इदानीं स इति पदं सजुष् इति पदं स इति पदं सजुष् इति पदं तर्हि स इति पदं तादृशं पदं नास्ति लोके स इति पदं नास्ति स इति विशेषणं पदम् इति विशेष्यम् इति अस्ति चेत् तर्हि तस्य अर्थः कः सुन्दरः बालकः इति वदामः चेत् तत्र सुन्दरत्वं पृथक् नास्ति सुन्दरत्वं कुत्र अस्ति बालके एव अस्ति अतः तस्य सौन्दर्यस्य अधिकरणं सौन्दर्यं कुत्र अस्ति वाट् इस् द लोकेशन् आफ् द ब्यूटि इस् द बाय् तर्हि तत्र पृथक् कर्तुं न शक्नुमः तर्हि सुन्दरः इति वदामः चेदेव बालकः तयोः अभेदसम्बन्धः अस्ति सुन्दरः बालकः इति वदामः चेत् तत्र सुन्दरः कः इति चेत् बालकः बालकः कीदृशः सुन्दरः, तर्हि ते अनयोः मध्ये भेदः नास्ति, सुन्दर इक्वल्स् बालक, डिफ्रेन्स् नास्ति अनयोः, तदेव विशेषणविशेषभावः। अत्र स इति पदम् इति यदा वदामः, यथा सुन्दरः इस् इक्वल् टु बालकः इति यथा उक्तं, तथैव स इस् इक्वल् टु पदम् इति वदामः चेत् तत्र सूत्रस्य कार्यं कुत्रापि न भविष्यति, यतोहि स इति पदं कुत्रापि नास्ति खलु, केवलं सकारः इति पदं नास्ति। अतः अत्र येन विधि सदन्तस्य इत्यनेन वयं वदामः, तत्र तादृशपदं यस्य अन्ते सकारः अस्ति तस्य ग्रहणं स्यात् अत्र इति वदामः। तर्हि इदानीं समीचीनं सम्यक् अर्थः ज्ञायते, पदं भवेत् तादृशपदं यस्य अन्ते सकारः अस्ति तदानीं रु इति आदेशः भवति इति एकं कार्यम्। अनन्तरं सजिष् अपि च पदम्, अनयोः अपि विशेषणविशेषभावः अस्ति, तर्हि तादृशपदं सजुष् इति पदम्, अत्र तु येन वदि सदं तस्य इत्यस्य किमपि कार्यं नास्ति, यतोहि साक्षात् सजुष् इति एव उक्तं, तर्हि सजुष् इति पदम् अस्ति चेत् तत्र षकारस्य स्थाने रु इति आदेशः। अवगतं वा? अवगतं भगिनि, अवगतं, बट् बै टेल्लिङ्ग् ऐ मेक् आल् मिस्टेक्स्, ऐ नो द मीनिङ्ग् आफ् द सूत्र। जानाति परन्तु स्पष्टीकरणार्थं क्षम्यतां भगिनि। भगिनी सजेश् इति पदे अपि अन्तस्य षकारस्य एव कार्यं भवति खलु, तत्कारणं तत्रापि आवश्यकं, सम्पूर्ण सजेश् इत्यस्य स्थाने नास्ति खलु, सम्पूर्ण सजेश् न, परन्तु अत्र रु इति खलु अस्ति खलु, रु इति आदेशः अस्ति, रु इति आदेशः अस्ति, तर्हि सजुष् इति पदस्य सजुष् अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य आदेशः। सजुष् इत्यत्र येन विधिस्थितं तस्य इत्यस्य आवश्यकता नास्ति, तादृशपदं यस्य अन्ते शकारः अस्ति तत्र किमपि नास्ति, सजुष् इति साक्षात् उक्तम्, अतः तत्र अलोन्त्यस्य इत्यनेन अन्तादेशः, तत्र स इति पदम् इत्यत्र येन विधिस्थितं तस्य इत्यनेन तादृशपदं यस्य अन्ते सकारः, अनन्तरम् अलोन्त्यस्य इत्यनेन अन्तिमसकारस्य स्थाने न तु सम्पूर्णपदस्य इत्यर्थः। सजुष् इत्यत्र सम्पूर्णसजुष् इत्यस्य नास्ति, परन्तु अन्तिमवर्णस्य अतः अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य। अवगतं खलु? आं भगिनि, अस्तु, भवति भगिनि सम्यक्तया उक्तं, केवलं स्पष्टीकरणार्थं स्मरणार्थं तावदेव। अस्तु, इदानीम् अग्रे तत्र कः तत्र उषाभगिनी पठतु। आं भगिनि, विरामो अवसानं, वर्णानाम् अभावः अवसानसंज्ञकः, विरामः प्रथमान्तम्, अवसानं प्रथमान्तं, द्विपदमितं सूत्रम्, सूत्रं स्वयं सम्पूर्णं, विरामः अवसानं, विरामो अवसानं इति संज्ञासूत्रम् अस्ति, वर्णानाम् अभावः अवसानसंज्ञकः इति उच्यते, वर्णानाम् अभावः पदस्य अन्ते प्रायेण विरामः इति उच्यते, विरामः प्रथमान्तम्, अवसानं प्रथमान्तम्, द्विपदमिदं सूत्रं, विरामो अवसानं। अग्रे गच्छामि भगिनि। इत्युक्ते तत्र वर्णानाम् अभावः अवसानसंज्ञकः इत्यस्य कः अर्थः? वर्णानाम् अभावः यत्र वर्णः नास्ति पदस्य अन्ते इति अवसानसंज्ञा, पदस्य अन्ते अवसानसंज्ञा अस्ति, इत्युक्ते तत्र इदानीम् अहं वदामि रामः गच्छति इति वदामि चेत् तत्र इदानीं रामः गच्छति इति वदामि चेत् तर्हि रामः इत्यत्र अवसानसंज्ञा अस्ति वा? विसर्ग आं भगिनि, आफ्टर् द विसर्ग, अनन्तरं विसर्ग अनन्तरं अवसानम् अस्ति खलु? आं भगिनि, हा, इति तत्र समयस्य व्यवधानं यत्र अस्ति तत्र अवसानसंज्ञा भवति भगिनि। अस्तु, समीचीनम्, अग्रिमसूत्रं पठतु। खरवसानयो विसर्जनीयः पदान्तस्य रेपस्य स्थाने विसर्गः भवति खरीपरे अथवा अवसान अवस्थाया खर्च अवसानं च तयोः इतरेतरयोगद्वन्द्वः खर्च अवसानं च खरवसाने तयोः खरवसानयोः खरवसानयोः सप्तमीयन्तं विसर्जनीयः प्रथमान्तं द्विपदमितं सूत्रम् रोरि इत्यस्मात् रोहो इत्यस्य अनुवृत्तिः पदस्य इत्यस्य अधिकारः अलोन्तस्य इत्यनेन रेपान्तस्य च अपि तु पदान्तस्य रेपस्य स्थाने विसर्ग आदेशः भवति अनुवृत्तिसहितसूत्रं खरवसानयो पदस्य रः विसर्जनीयः संहितायाम् करवसानयो विसर्जनीयः इति सूत्रम् अष्टम अध्याये अस्ति पूर्वत्र सिद्ध अधिकारे अस्ति अनुवृत्तिसहितसूत्रं करवसानयोः पदस्य रः विसर्जनीयः संहितायां संहितायाम् इति विषयः अस्ति संहितायां विषये पदस् खरि अथवा अवसाने अवसान अस्ति चेत् पदस्य अन्ते अवसानः अथवा पदस्य अनन्तरं खर् वर्णाः अस्ति चेत् खर् वर्णाः कपचटत चटत कप प्रथम द्वितीय सदस्य वर्णाः खर् वर्णाः अस्ति चेत् पदस्य ससजुषो रुः इत्यनेन रु आदेशः पूर्वेण भवति पदस्य तत् रु आदेश रु स्थाने उकारलोपानन्तरं रः इति भवति पदस्य र स्थाने रेपस्य स्थाने विसर्जनीयः भवति संहितायां विषये संहितायां विषये इति कर्व् फालोस् बिकास् आफ् दट् ऐ डोण्ट् नो टु से इट् सो कर् विषये अस्ति खलु कर् विषये अस्ति समीचीनं तर्हि समीचीनं कर् अत्र पश्यति चेत् कर अवसानयोः विसर्जनीयः कर अवसानयोः इति सप्तम्यन्तम् अस्ति तर्हि अत्र अत्रापि द्वन्द्वः अस्ति करवसानयोः इति द्वन्द्वः अस्ति अतः खरीपरे अथवा अवसानं यदा अस्ति अवसानम् इत्युक्ते वर्णानाम् अभावः तादृशं कुत्र भवति इति चेत् प्रायेण पदान्ते भवति यदि पदान्ते रेपः अस्ति चेत् तस्य स्थाने विसर्गादेशः भवति नो चेत् खरीपरे इदानीम् उषभग्नि वदतु अत्र अस्माकं तस् अपि च थस् अपि च द्वयमेव खलु तस् अपि च थस् उभयत्र तत्र किं भवति तः अथः कथं तस् इति अन्ते सक तस् इति प्रत्ययः भवति चेत् सकारं लोपः भवितुम् अर्हति हलन्त्यम् इत्यनेन परन्तु न विभक्तौ तु स्मः इत्यनेन सकारलोपः निषिध्यते सकारलोपः निषिध्यते चेत् तस् इति भवति सुस्थाने ससजुषो रुः इत्यनेन त योगः रु भवति रु इति ससजुषो रुः इति सूत्रं कुत्र कार्यं करोति ससजुषो रुः इति पदस्य अन्ते इदानीं पदस्य अन्ते अस्ति वा तस् प्रत्ययः सुप्तिङ्गन्तं पदम् इत्यनेन तस् प्रत्ययः एडेड् चेत् पदं भवति तस् प्रत्ययस्य योजनानन्तरं पदसंज्ञा भवति इति कृत्वा इदानीमेव तत्र वयं कुर्मः यदा वयं योजयामः तदानीं पदसंज्ञा भवति खलु इति कृत्वा तत्र इदानीं वयं वदामः ससजुषोरुः इत्यस्य कार्यम् तर्हि ससजुषोरुः इत्यनेन तस् सकारान्तस्थाने रु आदेशः भवति उ इति लोपः भवति रुस्थाने विसर्ग आदेशः खरवसानयो विसर्जनीयः इत्यनेन रुस्त् अवसानं भवति, विरामो अवसानम् इत्यनेन, विरामो अवसानम् इत्यनेन ऋकारस्य अनन्तरं विरामो भवति, तत् कारणात् करवसाने विसर्जनीयः इत्यनेन ऋस्थाने विसर्ग आदेशः भवति. समीचीनम्. एवमेव तस् इत्यत्रापि खलु? आं भगिनि, एवमेव तस् इत्यनेन. समीचीनम्. एतावता स्पष्टं खलु? कोऽपि प्रश्नः अस्ति वा? अस्तु, तर्हि इदानीम् अग्रिमं सूत्रमस्ति झोन्तः इति सूत्रम् एकवारं पठामः. अत्र कः पठति? अत्र विनय महोदय पठितुमिच्छति वा? धन्यवादः. आं भगिनि, झोन्तः प्रत्ययस्य झकार अवयवस्य स्थाने अन्त आदेशः भवति. झ अन्त अस्ति, तर्हि अवयवस्य स्थाने अन्त अस्ति. झ षष्ट्यन्तम्, अन्तः प्रथमान्तं, द्विपदम् इदं सूत्रम्. झकारे अन्त अव्यवे च अकारः संयोजितः उच्चारणार्थम्. अग्रे अन्य सूत्रमस्ति, आनेनीय पड गच्छ थाम पड पड गच्छ घाम प्रत्यादि नाम इतस्मात् प्रत्ययस्य इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य प्रत्ययस्य झः अन्तः. प्रत्ययस्य अङ्गस्य प्रत्ययस्य झः अन्तः अस्ति. अतः झः झः झः झः स्थाने झः षष्ठी स्थाने अन्तः आयाति. परन्तु अत्र वयं बहुवचन सम्बन्धे यथा झी वदामः, मूलप्रत्ययः झी अस्ति, अतः अन्तः अन्तयोग इ अस्ति, अतः अन्ति भवति. परन्तु एकः प्रश्नः, अन्तः अन्तः वसर्गः कोऽपि महत्त्वं नास्ति, केवलं प्रथमान्तं कारणेन इदम् अन्तः आयाति. अन्तः इति अन्तः इति अकारं योजयित्वा स्वीकृतमस्ति. यतोहि केवलम् अन्त् इति वदति चेत्, अन्त् इति आदेशः वदति इति चेत् कः क्लेशः? यदि सूत्रं यदि सूत्रं जोन्त् इति अस्ति, जोन्त् इति अस्ति, अन्त् इति हलन्तप्रातिपदिकं स्वीक्रियते चेत् क्लेशः अस्ति वा? न विभक्तौ तु स्वाः आयाति वा भगिनि? केवलं तुस्म अथवा वर्गीय स मकार भवन्ति, अत्र कोऽपि महत्त्वं नास्ति. परन्तु अन्त इत्यत्र तकारः हलन्त्यम् इत्यनेन अपगच्छेत् खलु, इत्यनेन अपगच्छेत्. परन्तु न विभक्तौ तुस्माः इत्यनेन तद् बाधितमस्ति, अतः क्लेशः नास्ति. जोन्त् इति वदति चेदपि क्लेशः नास्ति, परन्तु उच्चारणसौलभ्यार्थम् अकारः योजितः, उच्चारणार्थं योजयित्वा झोन्तः इति उक्तम्. एतादृशं बहुत्र वयं पश्यामः, तत्र उच्चारणसौलभ्यार्थम् अकारः योज्यते. केवलम् उच्चारणार्थं कार्ये अन्तः हलन्त नास्ति, यदि तल् हलन्त आयाति तर्हि तस्म विभक्तौ आयाति. अत्र जोन्त इति वदति चेदपि क्लेशः नास्ति, क्लेशः नास्ति. अस्तु, समीचीनं, धन्यवादः. तर्हि तत्र झोन्तः इति सूत्रं किं वदति इति चेत्, प्रत्ययस्य यदि तत्र प्रत्यये झकारः अस्ति तादृशझकारस्य अन्त् इति आदेशः भवति. प्रत्ययः भवेत्, प्रथमतया प्रत्ययः भवेत्, प्रत्यये झकारः भवेत्, झकारस्य स्थाने अन्त् इति आदेशः भवति. तर्हि इदानीम् अत्र विजयलक्ष्मीभगिनी वदतु, झोन्तः इति सूत्रस्य व्याप्तिः कुत्र कुत्र अस्ति? झोन्तः कार्यं कर्तुम् अर्हति. झकारः यदा प्रत्ययेषु तिङन्तप्रत्ययेषु यत्र झकारः वर्तते, लकारेषु लट् लकारे तु भवति, प्रायः सर्वेषु लकारेषु आयाति, अनन्तरं तस्य लकारस्य नित्यसूत्रम् आगत्य निषिध्यते. परन्तु कुत्र कुत्र प्राप्तिः अस्ति? अत्र तु बहुवचने प्रथमपुरुषे प्राप्तिः अस्ति, झि इत्यस्य स्थाने. अपि च लोट् भवितुमर्हति वा? तत्रापि भवति, अन्ति इति अनन्तरम् अन्तु इति भवति खलु, लोट् लकारे अपि अस्ति. अन्त् इति पश्यामः खलु, अन्तु पठन्तु इत्यत्र अन्तु इत्यत्र अन्त् इति अस्ति. लट् लकारे अस्ति, लोट् लकारे अस्ति, लङ् लकारे अपठत् अपठेताम् अपठन् तत्र संयोगान्तस्य लोपः इति किमपि आयाति वा भगिनि? सत्यं, परन्तु तत्रापि प्रसक्तिः अस्ति खलु, अन् पठन् इत्यत्र पठन्त् इति आसीत् लोपः. तर्हि लट् अस्ति, लङ् अस्ति, लोट् अस्ति, विधिलिङ्ग् विधिलिङ्ग् तत्र युः इति भवति खलु, अतः तत्र नास्ति, तत्र नास्ति. तर्हि एतत्तु परस्मैपदीप्रत्ययानाम्. आत्मनेपदीप्रत्ययानां तत्र स अतां झ इति खलु विस्मृतवती, स अतां झ, तत्र झकारस्य स्थाने अन्त आयाति खलु, वन्दते वन्देते वन्दन्ते अन्ते इति अस्ति, तत्रापि भवति. आत्मनेपदी प्रत्ययः अस्ति चेदपि लट् लकारे भवति, लट् लकारे भवति, लोट् लकारे लोट् लकारे वन्दतां वन्देतां वन्दन्तां, तत्रापि अन्ताम् इति आयाति खलु, सत्यं, तत्रापि आयाति. लङ् लकारे लङ् लकारे अवन्दत अवन्देताम् अवन्दन्त तत्रापि आयाति, तत्रापि आयाति. विधिलिङ्ग् लकारे वन्देरन् तत्र नायाति, तत्र नायाति इति कृत्वा तत्र केवलं स्मर्तव्यं किमिति चेत्, झोन्तः इति सूत्रं न केवलं परस्मैपदी प्रत्ययानाम् आत्मनेपथ्यप्रत्ययानामपि भवति, यत्र यत्र झ इति अस्ति तत्रापि भवति. यतोहि अत्र झ इत्यपि हलन्तः अस्ति. अत्र पश्यन्तु, झोन्तः इति सूत्रं झ इति षष्ट्यन्तम् अस्ति खलु, झ इति, तत्र झ इति प्रातिपदिकं किं झ इत्यत्र कुत्र भगिनि? झ झोन्तः इति सूत्रे अङ्गस्य प्रत्ययस्य झ अन्तः इति उक्तं खलु, महाप्राणझकारः अस्ति खलु, षष्ट्यन्तं, तस्य प्रातिपदिकं किम्? तस्य प्रातिपदिकं झ, केवलं झकारः एव, इति झः इति षष्ठीविभक्त्यन्तम् इति कृत्वा झः इति भवति, परन्तु झ केवलं झ इत्येव झकार इत्येव प्रातिपदिकं हा पश्यन्तु सर्वे पश्यन्तु अत्र जः इति षष्ट्यन्तमस्ति तस्य प्रातिपदिकमस्ति जकारः केवलं जकारः हलन्तप्रातिपदिकं यथा भवत् इत्यत्र भवतः इति अस्ति खलु एवमेव ज इति हलन्तप्रातिपदिकम् अतः हलन्तप्रातिपदिकं जकारः इति अस्ति इति कृत्वा अत्र तिप्तझि झि इत्यत्रापि कार्यमस्ति यतोहि केवलं जकारः इति अवयवस्य स्थाने अन्तादेशः आत्मनेपदीप्रत्ययः त अतां झ तत्रापि जकारः योगः अकारः अस्ति परन्तु केवलं जकारस्य स्थाने अन्तादेशः अतः उभयत्र कार्यं करोति इदं सूत्रं परस्मैपदीप्रत्ययानाम् आत्मनेपदीप्रत्ययानां खलु बुद्धं वा आं भगिनि कोऽपि प्रश्नः अस्तु इदानीम् अग्रे गच्छेम अतः लट् सिद्धप्रत्ययः इति तत्र कः पठति पूर्णेन्दुमहोदय पठतु अतः लटि सिद्धप्रत्ययः सीतः अन्ति शीतः च मीवः मः परस्मैपदे लोट्लकारस्य तिङ्प्रत्ययसिद्धिः मूलं तिष्ठस्ति तिष्ठस्थ नित्तस्मस् नियमाः परस्मैपदस्य लोटः तिङ्प्रत्ययेषु यत्र इकारः दृश्यते तस्य इकारस्य स्थाने उकारः भवति द्वितीयनियमः तस्थस्थ मित् मित्सु लकारेषु लोटि च एतेषां प्रत्ययानां स्थाने क्रमेण ताम् तं त अम् इति आदेशः तृतीयनियमः लोटि मी स्थाने मी आदेशः चतुर्थनियमः उत्तमपुरुषे आङ् आगमः प्रत्ययानाम् आदौ आ इति युज्यते उत्तमपुरुषे पञ्चमनियमः पश् मस् नित्सुलकारेषु लोटि च अनयोः स्थितस्य मकारस्य लोपः षष्ठनियमः मध्यमपुरुषस्य सित् प्रत्ययस्य स्थाने सि इति आदेशः सप्तमनियमः अङ्गम् अदन्तं चेत् तस्य हि प्रत्ययस्य लोपः अष्टमनियमः तिप् सित् इत्यनयोः स्थाने विकल्पेन तात् आदेशः नित् लकारः नकारः इत्येषान्ते लङ् लिङ् लुङ् लृङ् लोट् नित्वात् भवति अतः यत्र नित् लकाराणां सार्वत्रिकः नियमः भवति बहुत्र लोटि अपि तस्य नियमस्य प्रसक्तिः परस्मैपति लोट् लकारस्य तिङ्प्रत्ययस्य सिद्धिसमये केचन नियमाः नियमानां पालनं करणीयम् अत्र अष्टनियमाः दीयन्ते प्रथमनियमः तु तत्र तिङ्प्रत्ययेषु यत्र यत्र इकारः ह्रस्व इकारः श्रूयते तत्र तत्र इकारस्य स्थाने इकारस्य परिवर्तनं कृत्वा उकारः भवति इत्युक्ते तत्र तिप् प्रथम प्रत्ययः अस्ति तिप् तत्र ति तकार अनन्तरं ह्रस्व इकारः श्रूयते तत्र इकारस्य स्थाने उकारः भूत्वा तु वयं जानीमः लटि प्रथमपुरुष एकवचने तत्र पठति इति रूपं लोटि प्रथमपुरुष एकवचने पठतु इति रूपम् अनन्तरं द्वितीयनियमविषये तत्र तस् थस् थ मि तत्र तस् इति प्रथमपुरुष द्विवचन प्रत्ययः अस्ति तस् अनन्तरं थस् अस्ति मध्यमपुरुषद्विवचन प्रत्ययः अस्ति थस् थ इति मध्यमपुरुष बहुवचनप्रत्ययः अस्ति थत् अपि च मिप् मिप् इति अस्ति उत्तमपुरुष एकवचनप्रत्ययः अत्र तस्थाने तां थस्थाने तं थस्थाने त मिप् स्थाने अम् इति आदेशाः भवन्ति तृतीयनियमः अस्ति लोटि मी स्थाने नि आदेशः लोट्टि मी स्थाने नि आदेशः मी स्थाने नि आदेशः मी कुत्र मी केवलं तत्र उत्तमपुरुष एकवचनप्रत्ययः अस्ति मित् ततः पकारस्य इत्संज्ञा लोप अनन्तरं नि इति अवशिष्यते, तस्य स्थाने नि आदेशः भवति इति मम चिन्तनं भगिनि. सम्यक्तया न जानामि. पठामि इति रूपं वयं जानीमः. अग्रिमनियमः अस्ति उत्तमपुरुषे आङ् आगमः. प्रत्ययानाम् आदौ आ इति उच्यते. उत्तमपुरुषे आङ् आगमः. उत्तमपुरुषे आङ् आगमः इत्युक्ते सर्वत्र लोट्लकाररूपेषु आङ् इत्यस्य आगमः भवति वा? तत्र आङ् इत्यतः तु नकारस्य लोपः भवति, आ एव अवशिष्यते. आङ् नास्ति, आड्. आड्. ओ अस्तु, आड्. आड् उत्तमपुरुषे आड् आगमः. आड् आगमः भूत्वा तत्र पठतु, पठं पठन्तु, पठ पठन्तु, पठ पठानि. पठानि इति रूपं कथं सिद्धं भवति भगिनि? आड् इति आगमः भूत्वा अनन्तरं चिन्तयामः. नी इति प्रत्ययः अस्ति खलु, नी इत्यस्मात् पूर्वम् आड् आगमः भवति. इदानीं नी स्थाने नी आदेशः भवति इति पूर्वं पठितं खलु. लोटि उत्तमपुरुषे एकवचने नी स्थाने नी आदेशः भवति. नी इत्यस्य आडागमः, अतः आनी इति प्रत्ययः. एवमेव उत्तमपुरुषे द्विवचने तत्र वस् इति अस्ति. वस् इति किं भवति तत्र? पञ्चमनियमः अस्ति वस् मस् नित्सु लकारेषु लोटि च अनयोः स्थितस्य सकारस्य क्षम्यतां सकारस्य लोपः. नित्सु लकारेषु यत्र यत्र नकारस्य लकारेषु नकारस्य इत्संज्ञा इत्युक्ते तत्र लङ् लिङ् लुङ् लृङ्. परन्तु वयं तु अत्र किं लोट् लकारविषये चिन्तनं कुर्मः. लोट् तु नित् नास्ति. हा, लोट् नित् नित् नास्ति खलु. किमर्थम् अत्र उच्यते इति विशेषः अस्ति अत्र. लोटो लङ्वत् इति सूत्रमस्ति. तर्हि लोट् इति वस्तुतः नित् नास्ति. अकारस्य इत्संज्ञा नास्ति लोटि. लोट् इत्यत्र टकारस्य एव इत्संज्ञा. तर्हि किमर्थं तत्र नित्सु इति उक्तम् इति चेत् तत्र लोटो लङ्वत् इति सूत्रेण लोट् लकारः नित्वत् भवति. नित् भवति, साक्षात् नित् भवति इति कृत्वा अत्र सूत्रमेकं सूत्रं कार्यं करोति, येन वस्मस् इत्यत्र सकारस्य लोपः भवति. सकारस्य लोपानन्तरं तत्र स आड् उत्तमस्य पिच्च इति सूत्रेण आड् आगमः भवति. उत्तमपुरुषे एकवचने द्विवचने बहुवचने सर्वत्र आड् आगमः भवति. आड् आगमे टकारस्य इत्संज्ञा, अतः आ इति एव अवशिष्यते. तर्हि आनि, आव, आम इति सूत्रप्रत्ययः भवति. तत्र सूत्राणि कानि इति अग्रे पश्यामः. अग्रे वदतु. तस्य नियमः अस्ति मध्यमपुरुषस्य सि प्रत्ययस्य स्थाने हि इति आदेशः. मध्यमपुरुष एकवचनप्रत्ययः अस्ति सि, तस्य स्थाने हि आदेशः भवति. अतः पठतु, पठं पठन्तु. तत्र पठ धातु स्वीकुर्मः चेत् तत्र तु हि न क्रियते, परन्तु सर्वत्र हि इति आदेशः भवति वा? अनन्तरं सर्वत्र हि इति आदेशः भवति. सर्वत्र हि इति आदेशः भवति. तर्हि मध्यमपुरुष एकवचनप्रत्ययः सिप् इति प्रत्ययः अस्ति. सर्वत्र सिप् प्रत्ययस्य स्थाने हि इति आदेशः भवति. परन्तु अदन्तम् अङ्गम् अस्ति चेत् हि इत्यस्य लोपः भवति. अतो हे हे इति सूत्रेण हि इत्यस्य लोपः भवति अदन्तम् अङ्गमस्ति चेत्. तर्हि पट्ट इति वादिगणीयधातुः अस्ति. तत्र पट् इति धातुः भवादिगणीयधातुः अस्ति. तत्र शप् आयाति. पट इति अङ्गं, पट इति अङ्गम् अदन्तम् अस्ति, ह्रस्वकारः अन्ते अस्ति इति कृत्वा तत्र हि इत्यस्य लोपः भवति. अतः पट इति मध्यमपुरुष एकवचने रूपं लोटि. परन्तु इदानीं क्रीण, क्रीण इति धातुः अस्ति खलु. क्रीण, क्रीणाति इति रूपमस्ति खलु. क्रीणाति इत्यत्र मध्यमपुरुषे एकवचने रूपं किम्? क्रीणाहि. क्रीणाहि वा क्रीणीहि वा? क्रीणीः इति अस्ति, तत्र हि इति श्रूयते खलु, तर्हि तत्र क्रीणी इति अङ्गमस्ति, क्रीणी इति अङ्गम् अदन्तं नास्ति इति कृत्वा हि तिष्ठति, उक्तं खलु, तर्हि अतः एव एतादृशसूत्राणि सन्ति इति कृत्वा एव सिद्धप्रत्ययः अदन्त अङ्गानां कृते भिन्नप्रत्ययः सन्ति, अनदन्त अङ्गानां कृते भिन्नप्रत्ययः सन्ति, यतोहि एतादृश भेदकसूत्राणि सन्ति, अदन्तम् अङ्गमस्ति चेत् एतादृशकार्यं भवति, अनदन्तम् अस्ति चेत् एतादृशकार्यं भवति, अनदन्तम् इत्युक्ते यत्र ह्रस्वकारः अङ्गस्य अन्ते नास्ति, न अदन्तम् अनदन्तम्, न अदन्तम् अनदन्तम्, अदन्तं नास्ति चेत् अनदन्तम्, न अश्वः अनश्वः, एवमेव न अदन्तम् अनदन्तम्। अस्तु अग्रे वदतु भगिनि। भगिनि एकः संशयः भगिनि, सार्वधातुकलकारेषु सर्वत्र अङ्गम् अदन्तं भवति न, तो तत्र सार्वधातुकलकारेषु सर्वत्र लोट् मध्यमपुरुषे शून्यमेव भवति वा तत्र? न, सार्वधातुकलकारेषु सर्वत्र अङ्गम् अदन्तमेव भवति इति किमर्थं वदति? इदानीं क्रीणा इति क्रीन् इति धातुः अस्ति खलु, क्रीन् इति धातुः अपि तत्र तस्य सार्वधातुकलकारः अस्ति, तस्य लोट् लकार मध्यमपुरुष एकवचनं रूपमस्ति क्रीणीः, तत्र अङ्गम् अदन्तमस्ति वा? स्नाप्रत्ययः अस्ति खलु, स्नाप्रत्ययः अस्ति खलु, क्रीणा इति अङ्गम्, क्रीणा इति अङ्गमस्ति वस्तुतः, क्रीणा इत्यत्र अदन्तं नास्ति खलु, तर्हि अदन्तम् अङ्गं कुत्र कुत्र भवति? नौ क्लियर् भगिनि, तत्र चतुर्षु गणेषु भवति, पादिगणेय द्विवादिगणेय तुदादिगणेय अञ्चुरादिगणेय, तर्हि तत्र सर्वत्र शून्यं भवति, तत्र शून्यं भवति, सत्यं, चतुर्षु लकारेषु मध्यमपुरुषे लोट् लकारे हि इति प्रत्ययः न तिष्ठति, तत्र शून्यं भवति, प्रत्ययः एव नास्ति, अतः पट इत्येव अन्तिमरूपं, पटयोगः शून्यं पट इति। अस्तु भगिनि, अग्रे महोदय। सप्तमनियमः अस्ति, अङ्गम् अदन्तं चेत् तस्य हि प्रत्ययस्य लोपः, इदानीं वयम् अनुशीलनं कृतवन्तः, अतः स्पष्टमस्ति। अन्तिमनियमः अस्ति तिप् निप् इत्यनयोः स्थाने विकल्पेन तात् आदेशः, तिप् इति प्रथमपुरुष एकवचनप्रत्ययः, निप् इति उत्तमपुरुष एकवचनप्रत्ययः, तयोः स्थाने विकल्पेन तात् इति आदेशः, इत्युक्ते लोटि तत्र रूपद्वयं, प्रथमपुरुष एकवचने रूपद्वयम् अपि च उत्तमपुरुष एकवचने रूपद्वयं साधनं कर्तुं शक्नुमः। बहु समीचीनम्, अग्रिमवाक्यमपि पठतु। मध्यमपुरुषः मिप् इति उत्तमपुरुष एकवचन एकवचनसत्यः किल भगिनि, तात् इति कुत्र आदेशः भवति? अस्तु, तीप् सिप् नपुण्ये, तीप् सिप् इत्यनयोः स्थाने, क्षम्यतां भगिनि, अहं मिप् इति पठितवान्, तत्र तीप् अपि च सिप्, अतः प्रथमपुरुष एकवचनस्थाने मध्यमपुरुष एकवचनस्थाने तत्र विकल्पेन तातादेश भूत्वा रूपद्वयं सम्भवति। नित् लकारः नकारः इत् येषां ते, लङ् लिङ् लुङ् लृ, लोट् निर्वत् भवति, अतः यत्र नित् लकाराणां सार्वत्रिकः नियमः भवति, बहुत्र लोटि अपि तस्य नियमस्य प्रसक्तिः, इत्युक्ते नित् इति पदं तु बहुव्रीहिसमासयुक्तपदं समासपदम् अस्ति, नकारः इत् यस्य सः नित् नित् लकारः चत्वारः लकारः नित् वयं जानीमः, लङ् लिङ् लुङ् लृङ् तेषां सर्वेषाम् अन्ते नकारः वर्तते, तस्य इत्संज्ञा भूत्वा लोपः भवति, अतः एते सर्वे नित् लकारः लिखितमस्ति, लोट् नित्वत् भवति, भवती तु सूत्रम् उक्तवती विस्मरामि, सः लोट् लङ्वत् अनेन सूत्रेण लोट् लकार लङ्वत् भवति, अतः लङ् नित् अस्ति, अतः लोट् अपि नित् नित्वत् भवति. अतः यत्र नित् लकाराणां सार्वत्रिकः नियमः भवति, अतः यत्र नित् लकाराणां सार्वत्रिकः नियमः भवति बहुत्र लोटि अपि तस्य नियमस्य प्रसक्तिः. इत्युक्ते ये नियमाः नित् लकाराणां कृते प्रयोगं क्रियते ते नियमाः लोट् लकारस्य कृते अपि स्वीकृत्य कार्यं भवति इति अत्र लिखितम्. समीचीनं, बहु समीचीनं. तर्हि इदानीं क्रमेण पश्यामः. अत्र प्रथमतया तिप् इति प्रत्ययः अस्ति. तिप् इति प्रत्ययः अस्ति इति कृत्वा तत्र पकारः इत्संज्ञकः भवति, तर्हि ति इति अवशिष्यते. परन्तु अस्माकं सिद्धप्रत्ययः कः? तु इति प्रत्ययः. अतः तु इति साधनार्थं तत्र ति इति इकारस्य स्थाने उकारादेशः भवति, अतः तु इति भवति. महोदय कृपया म्यूट् मध्ये भवतु, किमपि न श्रूयते. पूर्णेन्दुमहोदयस्य बेक्ग्रौण्ड् मध्ये बहु ध्वनिः अस्ति. ओ एवं वा, इदानीं म्यूट् मध्ये एव अस्ति. अस्तु, इदानीं तत्र तु इति तत्र एरुः इति सूत्रेण इकारस्य स्थाने उकारादेशः, अतः तु इति भवति. तर्हि प्रथमपुरुषे एकवचने क्लेशः नास्ति. इदानीं प्रथमपुरुषे द्विवचने तस् इति प्रत्ययः, मध्यमपुरुषे द्विवचने थस् इति प्रत्ययः, बहुवचने थ इति प्रत्ययः, अनन्तरं मिप् इति प्रत्ययः. एतेषां सर्वेषां यदि नित् लकारः अस्ति चेत् तत्र आदेशः भवन्ति. तस् इत्यस्य स्थाने ताम् आदेशः, थस् इत्यस्य स्थाने तम् आदेशः, त इत्यस्य स्थाने त इति आदेशः, मिप् इत्यस्य स्थाने अम् इति आदेशः. एते आदेशाः भवन्ति. तस्तस्तमिपां तान्तन्तामः इति सूत्रेण नित्सु लकारेषु एव एतेषां सर्वेषां स्थाने आदेशाः भवन्ति. तर्हि लोट् लकारः नित् लकारः नास्ति. लोट् लकारे मकारस्य इत्संज्ञा नास्ति. अतः कथं वा तस्थस्तमीपां तान्तन्तामः इति सूत्रम् अत्र कार्यं करोति इति चेत्, तदर्थमेव पाणिनिना लोटो लङ्वत् इति सूत्रं कृतमस्ति. लोटो लङ्वत् इति वदनेन लोट् लकारः लङ्वत् भवति. लङ् लकारे यथा नित् अस्ति तथा लोट् लकारः अपि नित्वत् भवति इति कृत्वा, इदानीं लोट् नित् अस्ति इति कृत्वा तस्थस्तमीपां तान्तन्तामः इति सूत्रेण एते आदेशाः भवन्ति. तस् स्थाने ताम् आदेशः, थस् स्थाने तं, थ स्थाने त आदेशः, मिप् स्थाने अम् आदेशः. एते आदेशाः भवन्ति. तर्हि इदानीं एते आदेशाः भूत्वा तत्र ताम् तं त अम् इति भवति. परन्तु तत्र उत्तमपुरुषे एकवचने तत्र वयं जानीमः सिद्धप्रत्ययः आनि इति अस्ति, न तु अम्. अतः अत्र तस्थस्तमीपां तान्तन्तामः इति सूत्रेण मिप् स्थाने यद्यपि अम् आदेशः भवितुम् अर्हति, परन्तु तत्र इतोपि विशिष्टसूत्रमस्ति मेर्निः. मेर्निः इति सूत्रेण मी स्थाने नी आदेशः भवति. यथा अस्माभिः दृष्टम् उत्तमपुरुषे एकवचने नी इति आदेशः, न तु अम्. अतः तस्थस्तमीपां तान्तन्तामः इत्यत्र सर्वत्र कार्यं भवति. केवलं मिप् इत्यत्र अम् इति आदेशः न भवति, नी इति आदेशः भवति. झी इत्यत्र तु झोन्तः इति सूत्रेण तत्र अन्तादेशः अन्ति इति सित्तप्रत्ययः. सिप् इत्यत्र किं भवति इति चेत् तत्र सेहर्यपिच्छ, सेहर्यपिच्छ इति सूत्रेण सि इति स्थाने, सि स्थाने हि इति आदेशः भवति. सेः स्थाने हि इति आदेशः. अपित् अपि भवति प्रत्ययः. सिप् इति प्रत्ययः मूलप्रत्ययः, वस्तुतः पित् अस्ति खलु. मध्यमपुरुषे एकवचने सिप् इति प्रत्ययः मूलप्रत्ययः पित् अस्ति. तथापि इदानीं सि इति स्थाने हि इति आदेशः यदा भवति सेहर्यपिच् इति सूत्रेण, तदानीं तत्र अपित्वम् अपि अध्यारोप्यते. इदानीं सिप् प्रत्ययः अपित् भवति, यतोहि अपित्वम् अध्यारोप्यते. सूपर् इम्पोसिङ्ग् द अपित्वम्. सो सिप् इस् नो लाङ्गर् अपित्. अतः इदानीं हि इति प्रत्ययः अपित् प्रत्ययः अस्ति. यत्र यत्र अदन्तम् अङ्गं भवति तत्र हि इत्यस्य लोपः भवति, अतः शून्यं भवति. अनदन्तम् अस्ति चेत् हि इति तिष्ठति, यथा क्रीणीः इति हि अस्ति, परन्तु पट इत्यत्र हि नास्ति. अनन्तरं मध्यमपुरुषे द्विवचने बहुवचने दृष्टं तस्तत्समीपां तान्तन्तामः इति उक्तम्. इदानीं निप् वस्मस् इत्यत्र मी इत्यत्र नी आदेशः भवति इति जानीमः. अनन्तरं वस् मस् इत्यत्र सकारस्य लोपः न भवति, नित्यं नितः इत्यनेन सकारस्य लोपः भवति, क्षम्यतां लोपः भवति. अतः वस् मस् इत्यत्र सकारस्य लोपानन्तरं व म इति अवशिष्यते. इदानीम् उत्तमपुरुषे बहुवचने उत्तमपुरुषे एकवचने द्विवचने बहुवचने सर्वत्र आड् उत्तमस्य पिच्छ इति सूत्रेण आड् आगमः भवति, तर्हि आडागमः तत्र टित् अस्ति खलु. आट् इति किमर्थं तत्र डकारः योजितः इति चेत् वस्तुतः आट् इति अस्ति तत्र टित् अस्ति, जष्ट्वं कृत्वा डकारः जातः, टित् अस्ति इति कृत्वा आगमस्य टित्वम् अस्ति चेत् किं भवति? आदौ भवति, आद्यन्तौ टकितौ इत्यनेन प्रत्ययस्य आदौ भवति, अतः आ इति सर्वत्र आगत्य उपविशति. आनी आव आम इति प्रत्ययः. किञ्चित् मया स्थूलरूपेण उक्तम्, इदानीं क्रमेण पुनः पश्यामः तत्र सूत्राणि कानि इति सर्वाणि इदानीं पश्यामः. तर्हि इदानीम् अग्रे कदाचित् वयं पश्यामः चेत् प्रत्ययस्य मूलरूपं तिष्ठति, कदाचित् न तिष्ठति. इदानीं तु सिप् स्थाने हि आगच्छति चेत् तत्र पित्वं नास्ति, हि इति प्रत्ययस्य लक्षणम् आगच्छति. कदाचित् तिष्ठति, कथं ज्ञातुं शक्नुमः कुत्र तिष्ठति न तिष्ठति इति? इति तत्र यथा तत्र पूर्वं किञ्चित् अस्माभिः चर्चितं खलु, सर्वत्र सामान्यतया तिष्ठति. मूले यदस्ति तत् स्थानिवद् भवति, मूले यत् अस्ति तत्तु आदेशे अपि भवति. अतः वस्तुतः हि इति आदेशः अपि पित् एव स्यात्, यतोहि मूलं सिप् अस्ति इति कृत्वा हि अपि पित् एव स्यात्. परन्तु पाणिनिः किं कृतवान् इति चेत् साक्षात् उक्तवान् खलु सूत्रे, अपित् भवति इति उक्तवान्. तत्र एतादृशं वदति यत्र साक्षात् सूत्रे एव वदति, तदानीं वयम् अवगन्तुं शक्नुमः अत्र अपित्वम् अस्ति इति. यत्र न वदति तत्र एव साक्षात् भवति, मूले यत् अस्ति तथैव भवति. इदानीम् आनी इत्यत्र पश्यतु, आनी इत्यत्र मिप् इति प्रत्ययः पित् अस्ति. आनी इति उत्तमपुरुषे एकवचने मिप् इति प्रत्ययः पित् अस्ति. तर्हि सूत्रमस्ति आड् उत्तमस्य पिच्छ, पुनः पित्वं वदति अत्रापि, मूले अपि पित्वम् अस्ति पुनः पित्वं वदति. किमर्थं पित्वं वदति इति चेत् वस् मस् इत्यत्र पित्वं नास्ति, वस् मस् इति प्रत्ययः, तत्रापि आडागमः भवति, पित्वम् अपि अध्यारोप्यते. वस् इति मूलप्रत्ययः अपित् अस्ति, मस् अपि अपित् अस्ति, परन्तु इदानीं पित्वम् अध्यारोप्यते. साक्षात् सः वदति अत्र पित्वं भवतु इति. अत्र सः वदति सत्यं, हि अपित् क्षम्यतां सूत्रं विस्मृतवती. अस्तु अस्तु, नास्ति चिन्ता, इदानीं स्पष्टं भवति सर्वेषां कृते. अस्तु अग्रे इदानीम् अरविन्द महोदय अग्रे पठतु. धन्यवादः. एकक्षणं महोदय, अरविन्द महोदय, अत्र लक्ष्मी भगिनी भवत्याः गन्तव्यं वा? न भगिनी, अथवा अहं भवामि. अस्तु अस्तु अस्तु, अरविन्द महोदय पठतु. लोटि सिद्धप्रत्ययः तु तात् ताम् अन्तु. तर्हि नियमान् अनुसृत्य कार्यम् एवम्. तद् मया उक्तं, परन्तु एकवारं पठतु. आम् तर्हि नियमान् अनुसृत्य कार्यमेवं. तिप् पकारस्य लोपः ति तु इति लोट् प्रत्यय निष्पन्ना भवति इकारस्य उकारं भूत्वा एरुसूत्रेण तस् ताम् इति लोट् प्रत्ययः निष्पन्नः तत्र तप्तस्तमिमां तान् सन्ताम इति सूत्रेण ताम् इति आदेशः भवति तस् स्थाने झि झ योगः इ स्थाने अन्त् अन्त जोऽन्तः इति सूत्रेण एवम् इकारस्य स्थाने उकारादेशः भवति एरु इति सूत्रेण कृत्वा अन्तयोगः उ अन्तु इति लोट् प्रत्ययः निष्पन्नः भवति सिप् स्थाने सिप् स्थाने हि हि आदेशः भवति शेर्य पिच्च इति सूत्रेण एवम् अदन्तमस्ति चेत् तस्य लोपः भवति अनदन्तमस्ति चेत् हि एव तिष्ठति एवं थस् तम् इति लोट् प्रत्यय निष्पन्नः भवति तस्तमिवां तान्तन्तामः इति सूत्रेण तदेव थ इति त इति लोट् प्रत्यय तस्य सूत्रस्य प्रसक्तिः एव भवति मिप् नि भूत्वा आनि इति लोट् प्रत्यय निष्पन्नः भवति मेर्नि इति सूत्रेण मकारस्य पकारस्य लोपपूर्वं भवति तदनन्तरं नि स्थाने नि आदेशः भवति मेर्नि इति सूत्रेण तदनन्तरं बस् स्थाने वा इति आदेशः भवति एवं मस् स्थाने वा इति आदेशः नास्ति सकारस्य लोपः वा स्थाने आव इति अदि आडुत्तमस्य पिच्च इति आडुत्तमस्य पूर्वम् आयाति वकारस्य स्थाने न न न एकक्षणम् एकक्षणम् वस् इत्यत्र सकारस्य लोपः भवति व इति अवशिष्यते इदानीं व इत्यस्य आड् आगमः भवति आडागमस्य आडुत्तमस्य पिच्च इति सूत्रेण आग आडागमः भवति तत्रापि मस् इत्यस्य स्थाने अपि सकारस्य लोपः भवति नित्यं नीता इति सूत्रेण मा तिष्ठति अत्र आडुत्तमस्य पिच्च इति सूत्रेण आगमः भवति कृत्वा आम् इति लोट् प्रत्ययः निष्पन्ना भवति तदनन्तरं लोटि सिद्धप्रत्ययाः तु तात् ताम् अन्तु तात् तं त आनि आव आम एतानि नवपुरुषाणां समीचीनं समीचीनं सम्यक् तर्हि इदानीम् अत्र एतावता कोऽपि प्रश्नः अस्ति वा अत्र बहु किमपि जातं तर्हि प्रत्येकं स्वीकृत्य एकवारं पश्यामः भगिनी एकः प्रश्नः भगिनी अत्र उक्तं खलु प्रथमः बिन्दुः परस्मैपदस्य लोट् तिङ् प्रत्ययेषु यत्र इकारः दृश्यते तस्य इकारस्य स्थाने उकारादेशः इति अत्र किन्तु केवलं तिप् तदनन्तरं जि इति तिङ् प्रत्ययेषु एव उकारः श्रूयते सिप् इत्यत्रापि उकारः न श्रूयते मिप् इत्यत्रापि उकारः न श्रूयते उकारस्य आगमनमपि नास्ति तत्र किमर्थम् अत्र तादृशम् उक्तम् इति सिप् न किम् उक्तं तत्र इकारः दृश्यते तस्य इकारस्य स्थाने उकारः इति उक्तं खलु प्रथमः यत्र यत्र दृश्यते तत्र तत्र भवितुम् अर्हति परन्तु तत् सूत्रं प्रबाद्य अन्यत् कार्यं करोति चेत् न भवति खलु अन्यकार्यं भवति किन्तु उकारः न एव आगच्छति खलु तस्मिन् न इदानीं पश्यतु सिप् इत्यत्र एकवारं सूत्रं पठित्वा अनन्तरं चिन्तयामः भगिनि सिप् इत्यत्रापि एरुः इति सूत्रस्य कार्यमस्ति खलु इकारस्य उकारादेशः भवितुमर्हति सिप् इत्यत्रापि इकारस्य उकारादेशः भवितुमर्हति परन्तु तत्र सेहर्यपिच्छ इति सूत्रं तत् सूत्रं प्रबाद्य सि स्थाने हि आदेशः इति उक्तत्वात् इकारस्य उकारादेशस्य महत्त्वं नास्ति इदानीं नावश्यकम् एवमेव मिप् इत्यत्र इकारः अस्ति अत्रापि एरुः इति सूत्रेण मू इति भवितुम् अर्हति परन्तु मी इत्यस्य स्थाने नी इति उक्तम् इति कृत्वा एरुः इति कार्यं न करोति यत्र तत्र इकारः अस्ति खलु स्थाने इकारः तत्र आदेशे नी इति आदेशस्य किमर्थं नू इति न भवति इति पृच्छति वा हा यदि नू इति इच्छति चेत् तर्हि पाणिनी साक्षात् नू इति वदति खलु तत्र आदेशसामर्थ्यात् आदेशसामर्थ्यात् यदि सः इच्छति नु इति भवेत् इति इच्छति चेत् सः साक्षात् नु इति वदति, सः न तथा न उक्तवान्, नि इति एव उक्तवान्, तर्हि तत्र आदेशस्य सामर्थ्यात् नि एव तिष्ठति, नु इति न भवति. अस्तु भगिनि, वस्मस्यति प्रत्यये सजशोभोः भवितुम् अर्हति किल? इदानीं किञ्चित् सूत्राणि पठित्वा समग्रतया चिन्तनं कुर्मः. अत्र किं भवितुम् अर्हति, किं न भवितुम् अर्हति इति बहु चिन्तनम् अस्ति अत्र. किञ्चित् सूत्राणि पठित्वा अनन्तरं चिन्तयामः. यद्भवती उक्तवती समीचीनं, ससजुषोरुः इति सूत्रस्य प्रसक्तिः अस्ति, परन्तु अत्र नित्यमितः किमर्थं कार्यं करोति इति चिन्तयामः. अस्तु, इदानीं तत्र लक्ष्मीभगिनी भवत्येव पठतु. आं भगिनि, पठिष्यामि. लोटि सिद्धप्रत्ययः, तु तात् ताम् अन्तु, शून्यः तात् तं ता, आनि आव आम. परस्मैपदे लोट् लकारस्य तिङ् प्रत्ययः, प्रत्ययसिद्धिसूत्राणि. लोट् तिङ् सम्बन्धसूत्राणि अत्र स्थाप्यन्ते. उपरि नियमाः प्रदर्शिताः, तान् आधारीकृत्य तिङ् प्रत्ययानां कार्यमपि प्रदर्शितम्. तस्य कार्यस्य पृष्ठतः यानि सूत्राणि अपेक्षितानि तानि अतः प्रतिपादितानि. यत्र विशिष्टकार्यार्थं मूलप्रत्यये विकारः आनीयते तत्र प्रत्ययादेशः इत्युच्यते. अष्टाध्याय्यां प्रत्ययादेशः लभ्यते केवलं द्वयोः स्थानयोः. तत्र किम् अस्ति भगिनि, अत्र तृतीय अध्याये चतुर्थपादे, चतुर्थपादे, ततः परं षष्ठम् अध्याये प्रथमपादे च ध्येयं यत् सूत्रं, क्षम्यतां, सप्तमाध्याये प्रथमपादे च ध्येयं यत् एकं सूत्रं विहाय अधस्थितानि सर्वाणि सूत्राणि अनयोः द्वयोः स्थानयोः सन्ति. एकं सूत्रम् अतो हेहे अङ्गकार्यं न तु प्रत्ययादेशः, अतः षष्ठाध्याये. पुनः तृतीयाध्याये चतुर्थपादे, सप्तमाध्याये प्रथमपादे च मध्ये एकं सूत्रं विहाय अवशिष्टानि सर्वाणि तृतीयाध्याये चतुर्थपादे मध्ये सन्ति. तृतीयाध्याये चतुर्थपादे मध्ये लस्य इत्यस्य अधिकारः, लस्य इत्यस्य अधिकारः तृतीयाध्याये चतुर्थपादे सप्तमे सूत्रात् आरभ्य द्वादशाधिक एकशतं यावत्पर्यन्तम् अस्ति, तावत्पर्यन्तम् अस्ति. दशलकाराः सन्ति, अनुबन्धलोपानन्तरं सर्वेषां दशानां ल इति एव अवशिष्यते. लस्य इति सूत्रं तस्य ल इत्यस्य एव षष्ट्यन्तं रूपम् अकारः उच्चारणार्थम्. अत्र लोट्लकारस्य तिङ् प्रत्ययसिद्धिसूत्राणि कानि इति अतः अधोभागे सन्ति. यत्र यत्र सर्वेषु लकारेषु मूलतिङ् प्रत्ययाः समानमेव, किन्तु भिन्नलकारेषु सिद्धतिङ् प्रत्ययानाम् आदेशाः भवन्ति, अतः भिन्नलकारेषु भिन्नरूपाणि भवन्ति. यत्र विशिष्टकार्यार्थं मूलप्रत्यये विकारः आनीयते तत्र प्रत्ययादेशः इत्युच्यते. तदेव अत्र सिद्धतिङ्प्रत्ययानां सिद्ध्यर्थं विशिष्टकार्यार्थं तत्र प्रत्ययादेशः, विशिष्टकार्यं प्रत्ययादेशः इति उच्यते. अष्टाध्याय्यां प्रत्ययादेशः केवलं तृतीय अध्याये, तदनन्तरं सप्तमाध्याये एव भवन्ति. अत्र अतो हेः इति एकं सूत्रं, तत्तु अङ्गकार्यं नास्ति किन्तु प्रत्ययादेशः इति भवति. यतोहि अतो हेः इति षष्ठाध्याये चतुर्थपादे अस्ति एषः एतत् सूत्रं, किन्तु तथापि अङ्गकार्यं नास्ति, प्रत्ययादेशः अङ्गकार्यं भगिनि अङ्गकार्यम् अस्ति, प्रत्ययादेशः नास्ति इति उक्तम्। अङ्गकार्यम् अस्ति, षष्ठाध्याये अस्ति इति कृत्वा अतो हेः इति अङ्गकार्यम् अस्ति, किन्तु न तु प्रत्ययादेशः। तदा एव तृतीय अध्याये चतुर्थपादे अपि च सप्तमाध्याये प्रथमपादे मध्ये एकं सूत्रं विहाय अवशिष्टानि सर्वाणि तृतीय अध्याये चतुर्थपादे मध्ये सन्ति। अत्र तृतीय अध्याये चतुर्थपादे लस्य इत्यस्य अधिकारः वर्तते। लस्य इत्यस्य अधिकारः अपि तृतीय अध्याये चतुर्थपादे सप्तमीसूत्रात् आरभ्य द्वादशाधिकम् एकशतं सप्तसप्तमी नास्ति सप्तसप्ततिः सप्तसप्ततिः सूत्रात् आरभ्य द्वादशाधिकम् एकशतं यावत्पर्यन्तं तस्य लस्य इत्यस्य अधिकारे भवन्ति एतानि सूत्राणि। अत्र किं भवति इति चेत् दशलकाराः सन्ति, अतः यत्र यत्र विवक्षानुसारं लकारः आनीयते तस्य स्थाने, लकारस्य स्थाने लस्य इति इत्यस्य स्थाने तिबादयः आदेशः भवन्ति इति लस्य इति सूत्र भवति इत्यस्य अर्थः। बहु समीचीनम् इति किञ्चित् पश्यामः, तत्र अष्टाध्यायं कथमस्ति इति एकवारं पश्यामः। अत्र तृतीयाध्याये चतुर्थपादः एकसप्ततितमपृष्ठे पेज् 71 मध्ये, अत्र मीनभगिनी अस्ति वा पुस्तकम्? सप्तसप्ततितमसूत्रं किम्? तृतीयपादः चतुर्थपादः वा? चतुर्थपादः, तृतीय अध्याये चतुर्थपादः पेज् 71 77 सूत्रम्। लस्य इति अस्ति खलु, लस्य इति अस्ति, लस्य इति सूत्रमस्ति, तत्र लस्य इति सूत्रेण लकारस्य स्थाने तिबादयः भवन्ति। अग्रिमसूत्रं किम्? इति अस्ति, तर्हि लस्य इति प्रथमं सूत्रमस्ति, लाधिकारः इति वदामः, तर्हि लकारस्य स्थाने एते अष्टादश तिङ् प्रत्ययः आयान्ति अस्माकं विवक्षानुगुणं। तदनन्तरं पश्यति चेत् तत्र अग्रिमसूत्रं किम्? अग्रिमं इति ततः आरभ्य पश्यति चेत् एते सर्वे प्रत्यादेशाः सन्ति, प्रत्यादेशाः सन्ति। इदानीम् अस्माकं तत्र 85 सूत्रं पश्यतु, लोटो लङ्वत् ए लोहो से सूत्राणि अपि अस्ति, छन्दसि मेर्निः मेर्निः आमेतः स्वाभ्यां सवाभ्यां वामौ आडुत्तमस्य पिच्च अते अत एत ऐ एत ऐ। अस्तु, अग्रिमं तत्र 99 सूत्रं नित्यं गितः, नित्यं गितः, नित्यं गितः। अग्रिमम् इतश्च, इतश्च अग्रिमम् तदनन्तरं यासु परस्मे पदेषु उदासो मिच्छ। अस्तु समीचीनम्, अग्रिमपृष्ठे तत्र जस्य रन् अग्रिमं सूत्रं, तस्य अनन्तरं इतो अत् सुप्तितोः जेर्जुस् सुजभ्यस् विधिभ्यश्च आतः लनः शाकटायनस्यैव द्विषश्च। इति एते सर्वे प्रत्यादेशाः सन्ति, पश्यन्ति खलु भिन्नभिन्नलकारेषु मूलतिङ् प्रत्ययानां स्थाने एते आदेशाः भवन्ति लकारम् अनुसृत्य। परस्मैपदीप्रत्ययस्य स्थाने अपि च आत्मनेपदीप्रत्ययस्य स्थाने अपि इति अत्र प्रत्ययादेशस्य विषये ज्ञातुम् इच्छति चेत् तृतीयाध्याये चतुर्थपादः अपि च सप्तमाध्याये प्रथमपादे सप्तमाध्याये प्रथमपादे पेज् 119 तत्र प्रत्यादेशाः इति सन्ति तत्र झोन्तः इति सूत्रं पश्यति वा कुत्र अस्ति तृतीयसूत्रं झोन्तः अदभ्यस्ता आत्मनेपदेश आत्मनेपदेशतः शीनु रुत् इति तत्र अत्र केवलं न तु केवलं तिङ् प्रत्ययस्य विषये आदेशः इति नास्ति अत्र सुबन्तप्रकरणे ये आदेशः भवन्ति तेषामपि अत्र विवरणमस्ति तर्हि एकमेव सूत्रं झोन्तः इति एकमेव सूत्रम् अत्र सप्तमाध्याये स्थापितम् अनुवृत्तिकारणात् इति एकमेव अत्र सप्तमाध्याये स्थापितम् अन्यानि सर्वाणि सूत्राणि तृतीयाध्याये एव सन्ति अपि च तत्र सप्तमाध्यायस्य द्वितीयपादे किमर्थं स्थापितं भगिनि किमुक्तं भवत्या ज्योन्तः किमर्थम् अनुवृत्त्यर्थं ज्योन्तः इत्यस्मात् चकारस्य अनुवृत्तिः अदभ्यस्तात् इति सूत्रे आगच्छति अनन्तरं तत्र सप्तमाध्याये तृतीयपादः 1-2-3 इत्यत्र 80th सूत्रम् अतो येयः अतो येयः सार्वधातुके प्रत्यये परे परतः कार्याणि पेज् 1-2-3 पेज् 1-2-3 सप्तमाध्याये सङ्ख्या किं भगिनि सूत्रस्य संख्या किम् 80 अशीतितमं सूत्रम् आतो येयः आतो निकः इति तत्र तृतीय वस्तुतः तत्र वस्तुतः द्वितीयपादे सप्तमाध्याये द्वितीयपादे 80 द्वितीयपादः आतोन्यतः अस्ति इति आहत्य पश्यामः चेत् प्रायेण सर्वाणि सूत्राणि तृतीयाध्याये चतुर्थपादे एव सन्ति कानिचन सूत्राणि सप्तमाध्याये प्रथमपादे कानिचन सूत्राणि सप्तमाध्याये द्वितीयपादे अस्तु अस्तु किञ्चित् अवगतं खलु कुत्र अस्ति इति किमर्थमत्र अस्ति सूत्रं पठित्वा अनन्तरं चिन्तयामः कुतः किमर्थम् अस्ति इति यतोहि तत्र आतोनितः इति सूत्रस्य अर्थः इति वयं न जानीमः खलु सूत्रं किं तत्र सूत्रं किं वदति इति सर्वं दृष्ट्वा तदनन्तरं वयं पश्यामः कुत्र किमर्थम् अस्ति इति चिन्तयामः इदानीम् अस्तु भगिनि धन्यवादः इदानीम् अग्रे वंसि भगिनि तत्र अग्रिमसूत्रं पठतु आं भगिनि पठामि नियमाः तस्मात् किल नियमाः परस्मैपदस्य मूलतिङ् प्रत्ययेषु यत्र इकारः दृश्यते तस्य इकारस्य स्थाने उकारः भवति तत्र तु लोट्लकारस्य प्रसङ्गः अस्ति मूलतिङ् प्रत्ययेषु यत्र इकारः दृश्यते तत्र तत्र उकारः आदेशः भवति इति तत्र तु तिप् सिप् मिस् मिप् इत्यस्मिन् तु उकारस्य आदेशः भवति इति उक्तं परन्तु अन्यत् सूत्रस्य कारणेन तत्र अन्य आदेशः भवति तत्र वयं पश्यामः एरुः इति प्रथमं सूत्रमस्ति लोट् लकार सम्बद्ध इकारस्य स्थाने उकारादेशः भवति लोट् इकारस्य उः एः षष्ट्यन्तम् उः प्रथमान्तम् द्विपदमिदं सूत्रं लोटो लङ्गवत् इत्यस्मात् सूत्रात् लोटः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं लोटः लस्य एः उः सूत्रस्य नाम अस्ति एरुः तत्र लोट्लकारस्य का लोट्लकारस्य एव एतस्य सूत्रस्य कार्यं भवति. तत्र इकारस्य स्थाने उकारः आदेशः भवति इति सूत्रस्य विवरणमस्ति. लोट् नस्य लोटो लङ्गवत् इत्यस्मात् लोटः इति अनुवृत्तिः अस्ति. अनुवृत्तिसहितसूत्रं लोटः लोट् अस्ति. तत्र लस्य इत्यस्मिन् स्थाने एकार न एः उः इति उक्तं. तत्र इकारस्य एः इति षष्ठ्यन्तं पदमस्ति. इकारस्य षष्ठ्यन्तरूपमस्ति एः. तस्य स्थाने उः इति उ इति आदेशः भवति इति सूत्रस्य विवरणमस्ति. तर्हि एतत् सूत्रं केवलं लोट्लकारे एव कार्यं करोति. एरुः उक्तम् एः इति इ इकारस्य षष्ट्यन्तं. लोट्लकारे यत्र यत्र इकारः श्रूयते मूलप्रत्यये तत्र सर्वत्र इकारस्य एकारादेशः भवितुम् अर्हति इति तावदेव सूत्रं. लोटः लस्य एः उः इति तावत् सूत्रं स्पष्टं खलु. सरलमस्ति. अस्तु, धन्यवादः. इदानीम् अग्रे शोभा भगिनी. तत्र एः इति पदं तु इकारस्य सक्षन्तं पदम् इति जानीमः, परन्तु सूत्रे रुः इति श्रूयते. ऊः ऊः इति प्रथमान्तं पदं, मूलपदमस्ति उ. तत्र रुः किमर्थं सूत्रे स्थीयते? ऊः इति तत्र ऊः इत्यत्र किं भवति? किमर्थं रु अस्ति इति वदति वा? एः इति तत्र विसर्गस्य स्थाने रु रेपादेशः भवति खलु. ससजुषोरुः एः एः योगः उः इति अस्ति. एः योगः उः विसर्गसन्धिः. तत्र विसर्गस्य स्थाने रु आदेशः तत्र वस्तुतः ए योगः अस् इति प्रत्ययः. वस्तुतः तत्र ई योगः अस् इति प्रत्ययः. ई योगः अस् इति प्रत्ययः. तत्र एस् इति भवति. एस् इत्यत्र सकारः अस्ति इति कृत्वा तत्र ससजुषोरुः इत्यनेन रु आदेशः. तदनन्तरं करवसनीयविसर्जनीयः इत्यस्य प्रसक्तिः नास्ति, यतोहि उ इति खर्वर्णः नास्ति. अतः ए रुः. अवगतं वा महोदय? भगिनी पुनः एकवारं कृपया भगिनि. न, तत्र षष्ठी इ इति प्रातिपदिकमस्ति खलु. इकारस्य स्थाने उकारः इ इति प्रातिपदिकमस्ति. इ इत्यस्य षष्ट्यन्तं रूपं किम्? एः. एः योगः उः. एः इत्यत्र विसर्गः अस्ति खलु. विसर्गस्य स्थाने रु आदेशः. तावदेव. एस् इति भवति वस्तुतः. तत्र प्रक्रियां पश्यामः चेत् इ योगः अस्, इ योगः अस् इत्यत्र तत्र परिवर्तनं भूत्वा एस् इति भवति. एस् इति भूत्वा तत्र सकारस्य पदान्तसकारस्य रु आदेशः ससजुषोरुः इत्यनेन. अतः एरुः एर् एरु योगः उः. एरु इत्यत्र उकारस्य इत्संज्ञा. एर् योगः उः एरुः. आगतं खलु? आं भगिनि, धन्यवादः भगिनि. अस्तु, शोभा भगिनी अग्रे. आं भगिनि, तस्थस्थमिपां तान्तं तामः इति सूत्रं. तस्थस्थमिप् णित्सु लकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण तां तं ता अम् एते आदेशाः. तश्च थश्च थश्च मिप् च तेषाम् इतरेतरद्वन्द्वः. तस्थस्थमिपः तेषां तस्थस्थमिपाम् इति. तां च तं च तश्च अं च तेषाम् इतरेतरद्वन्द्वः तान्तं तामः. तस्थस्थमिपां षष्ठ्यन्तं, तान्तं तामः प्रथमान्तं द्विपदमिदं सूत्रं. नित्यं नितः इत्यस्मात् नितः इत्यस्य अनुवृत्तिः, लस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं नितः लस्य तस्थस्थमिपाम् तान्तं तामः इति. अत्र थस् तस् थस्थमिप् नि अपि च णित्सु लकारेषु तत्र एकनिमिषं भगिनि. तस् इति प्रथमपुरुषे द्विवचने, अपि च थस् इति मध्यमपुरुषे द्विवचने, था इति मध्यमपुरुषे बहुवचने, मिप् इति उत्तमपुरुषे एकवचने. तेषु प्रत्ययेषु अपि च णित्सु लकारेषु तत्र ये लकाराः अन्ते णित् भवन्ति तत्र लङ् लुङ् लिङ् अपि लृङ् इति मन्ये, तेषु लकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण तां तं ता अम् इति आदेशाः भवन्ति. तत्र अम् इति पुनः परिवर्तनं भवति वा भगिनि? किमर्थं तत्र ताम् इति भवति, तं दृश्यते, ता इति दृश्यते, अपि च मिप् स्थाने अम् इति दत्तम्, आनि इति लोट्लकारे वा? लोट्लकारे, आम् आम्, लोट्लकारे अम् इति आदेशः भवितुम् अर्हति परन्तु न भवति वस्तुतः, यतोहि तद् बाधितं भवति अन्येन सूत्रेण. अस्तु, तर्हि अम् अम् इति भवितुम् अर्हति परन्तु तत्र मेर्णिः इति सूत्रेण मि स्थाने नि आदेशः भवति. अस्तु, एतत् सूत्रं सर्वेषु लकारेषु तर्हि, तदनन्तरम् अन्यानि कार्याणि भवन्ति. एतत् सूत्रं सर्वेषु लकारेषु नास्ति, णित्सु लकारेषु. णित्सु, अस्तु अस्तु, क्षमता. परन्तु लोट् णित् नास्ति खलु इति प्रश्नः खलु? लोट् णित् णित् नास्ति, तथापि अत्र अग्रिमसूत्रमस्ति लोटो लङ्वत् खलु? आम् आम् आम् आम्. तेन सूत्रेण लोट् लकारः यद्यपि साक्षात् णित् नास्ति तथापि इदानीं लङ्वत् निद्वत् भवति. निद्वत् लङ्वत् इत्युक्ते निद्वत् इति अर्थः, अतिदेशसूत्रम् इति कृत्वा तस्थस्थमीपां तान्तं तामः इत्यस्य प्रसक्तिः भवति. अस्तु अस्तु, तर्हि णित्सु लकारेषु तस् थस् त मि एतेषां स्थाने तां तं त अम् इति आदेशाः भवन्ति. अत्र लोट् लकारे तां तं त एते आदेशः भवन्ति, केवलम् अम् इति आदेशः न भवति, बाधितम् अस्ति यतोहि भिन्नसूत्रम् अस्ति. अस्तु, इदानीं सूर्यकुमारी भगिनी वदतु सूत्रार्थः कः. भगिनि सूत्रं समीपां तान्तं तामः इति सूत्रार्थः सूत्रं वदति णित्लकारेषु किमपि न श्रूयते. वदतु भगिनि. इदानीं वदतु. णित् लकारेषु तस् तस् तस् आम् णित् स्थाने णित्सु लकारेषु तस् थस् त मिप् इत्येतेषां स्थाने क्रमेण तां तां तं त आम् अम् अम् अम् आदेश भवति णित्लकारेषु. लोट्लकारे भवति वा? लोट्लकारे अन्यसूत्रेण न भवति, नि आदेशः भवति. हा, केवलं मि इत्यत्र नि आदेशः भवति, अन्यत्र? अन्यत्र निद्वत् एव भवति. तर्हि लोट्लकारे अपि आदेशः भवति खलु? आम्, तां तं त इत्येते आदेशाः भवन्ति. अतः एव तत्र पठतां पठतम् पठत इति श्रूयते खलु. समीचीनम्. अस्तु, इदानीम् अग्रिमसूत्रं लोटो लङ्वत्. शर्मिला भगिनी पठतु. लोटो लङ्वत् प्रत्ययादेशानां मध्ये लोट्लकारः भवति. अतिदेशसूत्रं लोटः षष्ठ्यन्तं लङ्वत् अव्ययं द्विपदन्तं सूत्रं. कानिचन कार्याणि केवलं निट्सु भवति. लोट् न तु ङित्. अतः यत्र ङित्सु कश्चन किञ्चन कार्यं भवति लोटि ङित्सु भवतु इत्यनेन इत्यनेन तर्केण लोटि तत् कार्यं नार्हम्. अनेन सूत्रेण लोटः कृते इदं कार्यं सिद्धम्. सूत्रं स्वयं सम्पूर्णं. लोटः लङ्वत् अत्र प्रत्यादेशानां कृते लोट्लकारे कानिचन कार्याणि भवन्ति, अपि च लङ्लकारे अपि अन्यानि कार्याणि भवन्ति. अत्र लोटो लङ्वत् इति अतिदेशसूत्रमस्ति. तत् वदति ये यानि कार्याणि लङ्लकारेषु भवन्ति, ङित्लकारेषु भवन्ति, तानि सर्वाणि कार्याणि लोट्लकारे अपि भवन्ति. समीचीनम्, समीचीनम्. अतिदेशसूत्रम् इत्युक्ते यः यत् नास्ति तत् भवतु इति. एतस्य गुणः अन्यस्य उपरि आरोप्यन्ते. समीचीनं, समीचीनम्. हा, इत्युक्ते तत्र मनुष्यः सिंहः इव अस्ति इति वदामः चेत् तर्हि सिंहस्य ये गुणाः सन्ति ते गुणाः मनुष्ये आरोप्यते चेत् तत्र सिंहवान् अथवा सिंहवत् यदा वदामः खलु सिंहवत्, तर्हि साक्षात् सिंहः नास्ति परन्तु तत्र गुणाः आरोप्यते. एवमेव अत्रापि अतिदेशसूत्रम् इत्युक्ते लोट्लकारः टित् अस्ति परन्तु इदानीं तत्र टित् मास्तु नित् भवतु इति अध्यारोपः एव अतिदेशसूत्रम् अस्तु इति. तत्र इतोपि तत्र इतोपि किञ्चित् इतोपि कानिचन सूत्राणि अवशिष्टानि. तर्हि लोटो लङ्वत् इत्यस्य प्रयोजनं किं, कुत्र कुत्र नित्लकारसम्पत् सूत्रमत्र कार्यं करोति? सर्वाणि सूत्राणि अत्र कार्यं कुर्वन्ति इति नास्ति. नित्सु लकारेषु यानि यानि सूत्राणि सन्ति तानि सर्वाणि अत्र कार्यं कुर्वन्ति इति नास्ति, परन्तु कानिचन सूत्राणि एव कार्यं कुर्वन्ति. तेषां विषये अग्रे वयं पठामः. तर्हि इदानीम् अत्र स्थगयामः, समयः अतीतः. कोऽपि प्रश्नः अस्ति वा? मम एकः प्रश्नः अस्ति. अत्र तस्थस् अथ तेषां स्थाने तां तं त अम् इति आयाति इति सूत्रं वदति. किन्तु इदानीं वयं अत्र शरत् महोदय तु लिखितवान् अत्र तां तम् क्षम्यता यथासङ्ख्यम् अनुदेशसमान अहं प्रश्नं पृच्छामि. किन्तु सूत्रं पठामः चेत् तत्र ताम् इति तम् इति कथं जानीमः? तान् तन् इति किमर्थं न भवितुं शक्नोति? भवती वदतु, लोके तथा रूपमस्ति वा? किन्तु सन्धिः अस्ति खलु, सन्धिः अस्ति खलु, अनुनासिकसन्धिः. जानामि सन्धिः अस्ति सर्वं, किन्तु अत्र तु सुलभमस्ति, सन्धिः अस्ति इति वयं जानीमः. किन्तु किमपि कैण्ड् आफ् ओब्स्क्यूर् रूल् अस्ति चेत् वयं न जानीमः चेत् कथं ज्ञातुं शक्नुमः? न भगिनि, इदानीं तु वयं बहुकालात् व्याकरणं पठामः, अतः वयं जानीमः व्याख्यानतः विशेषप्रतिपत्तिः. यत्र वयं न अवगच्छामः तत्र व्याख्यानं पठामः. अस्तु खलु, सर्वत्र अहं न जानामि, अहं न जानामि इति वयं सर्वदा वदामः, परन्तु इदानीं तत्र बहुकालं जातम्, इदानीं तथा वक्तुं न शक्नुमः. अत्र व्याख्यानं द्रष्टव्यं भवति, व्याख्याने किम् उक्तं, विशेषनियमः अस्ति वा नास्ति वा, अस्माकं तादृशपाण्डित्यं नास्ति ऊहां कर्तुं तत्र पद्धत्यामपि नास्ति तत्र शास्त्रीयपद्धत्याम् अपि वयं न स्मः अतः वयं किं कुर्मः इति चेत् अत्र व्याख्यानं पश्यामः व्याख्याने तत्र विशेषः नियमः किमपि अस्ति चेत् वयं तान् तं नियमं स्वीकुर्मः नो चेत् अत्र तस्य लोके तु तं तां तम् इति वयं जानीमः पठतां पठतम् इति तं तां सुलभम् अस्ति अत्र सन्धिः भवति इति सर्वे वयं जानीमः किन्तु किमपि क्लेशः अस्ति चेत् नो चेत् तदानीं व्याख्यानं पश्यामः नो चेत् तत्र गतिः नास्ति अन्या गतिः नास्ति व्याख्यानतः एव विशेषप्रतिपत्तिः इति उच्यते व्याख्यानतः विशेषज्ञानं अत्र यदि तान् इति भवति तत्र नश्यव्यप्रशान् इति सूत्रेण तान् स्तान् इति भवति तत्र तान् तन् इति न भवति तत्र नश्यव्यप्रशान् इति नश्यव्यप्रशान् इति नकारान्तपदे च न नश्यव्यप्रशान् इति यरोननासिके इत्यस्य अनन्तरमस्ति वा न पूर्वमस्ति न ऋत्वम् इति पूर्वमस्ति न कथं भवति न भवति खलु न भवति न तदेव प्रथमं भवति यदि तान् इति अस्ति तर्हि तत्र तदेव भवति तदनन्तरं ताम् इति अस्ति खलु ताम् इति अस्ति खलु न यदि न समीचीनं न अहं उक्तवती सुमन् भगिन्याः प्रश्नः यदि तान् किमर्थं न भवति इति भवती पृष्टवती न भवति तत्र किमर्थं न भवति इति न तान् किमर्थं न भवति इति प्रश्नः नास्ति अत्र ताम् इति अस्ति अत्र तान् इति जातं कथं जानीमः ताम् इति एव अस्ति तत्र विशेषणनियमः अस्ति वा हा तदेव समीचीनं तत्र तु तं तामेव अस्ति यदि भवती तत्र तान् इति भवति चेत् तत्र तु भिन्नरूपेण भवति न इति मम विवक्षा अस्ति यदि तान् इति भवितुम् अर्हति सत्यं परन्तु तत्र वयं किं वदामः अत्र ताम् इति मूले अस्ति तदेव तान् इति परिवर्तनं जातं तदनन्तरं किमपि नास्ति कार्यं तत्र हा समीचीनम् अतः एव तामेव भवितुमर्हति तान् कदा इति न भवति यतोहि यदि तान् भवति तत्र नश्यवप्रशान् इति सूत्रेण तत्र भिन्नरूपं भवति तान् स्तन् इति भवति सकारः मध्ये आगच्छति हा अवगच्छामि यद्भवती वदति मया बुद्धं भगिन्याः प्रश्नः किञ्चित् भिन्नः अस्ति खलु भगिन्याः प्रश्नः अत्र उचितः वा भगिनी ये कोऽपि व्याकरणं पठितुं पाणिनीयव्याकरणं पठन्ति तेषां तु पूर्वमेव बहु किमपि ज्ञानं भवति खलु व्याकरणं किमपि न जानन्ति ते आगत्य अत्र पठन्ति चेत् किमपि न अवगच्छन्ति पूर्वमेव किञ्चित् किञ्चित् भाषा ज्ञानं भवति चेदेव पाणिनीयव्याकरणं किञ्चित् सत्यं सत्यं भाषा तत्र तादृशं पूर्वकाले आसीत् भाषाज्ञानम् आसीत् प्रथमं तदनन्तरं व्याकरणं तदनन्तरं न्यायः इति तत्र क्रमेण गच्छन्ति पूर्वस्मिन् काले परन्तु इदानीन्तनकाले तादृशनियमं सर्वे पालनं कुर्वन्ति वा न इति न जाने किमपि न ज्ञात्वा पाणिनीयव्याकरणं पठामश्चेत् किमपि न अवगच्छामः तां तम् एतत् सर्वं पूर्वमेव जानीमः अनन्तरम् अत्र आगत्य ओके एतस्य सूत्रम् एतदस्ति इति तथा नास्ति भगिनी तथा नास्ति अहं जानामि एकं भगिनी एका भगिनी सा तु किमपि भाषाविषये न जानाति परन्तु व्याकरणे बहु सम्यक् करोति एवं वा सर्वम् आङ्ग्लभाषायामेव वदति बहु सम्यक् करोति परन्तु भाषा एव न जानाति भाषायाः व्याकरणं जानाति वा भाषायाः व्याकरणं जानाति इति एव तस्याः वैशिष्ट्यम् अस्तु यत्किमपि भवतु अत्र स्थगयामः धन्यवादः धन्यवादः धन्यवादः भगिनी नमस्कारः धन्यवादः